नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। आर्धधातुकप्रकरणे लुट् लकारः इति तत्र कानिचन विशिष्टसूत्राणि दृष्टन्तः स्म। तत्र अभिज्ञावचने नृट् 3212 इति सूत्रमासीत्। स्मृतिबोधक उपपदे सति भूत अनद्यतनकाले धातोः लृट् लकारः भवति इति सूत्रम्। अभिज्ञावचने लृट् अभिज्ञावचने अनध्यतने भूते धातोः लृट् प्रत्ययः परश्च। सो यद्यपि तत्र उदाहरणं देवदत्तः भवतः मनसि स्यात् यत् वयं कश्मीरे वत्स्यामः तत्र भूतकालार्थं द्योतयति चेदपि तत्र लृट् लकारः भवति स्मृतिबोधक उपपदे सति। सो अभिज्ञावचने लृट् इति प्रथमं सूत्रमासीत्। न यदि इति द्वितीयं सूत्रं 3213 अग्रिमसूत्रमेव। तत्र यत् शब्दस्य योगे स्मृतिबोधकपदस्य सामीप्ये सत्यपि भूत अनद्यतनाते लृट् लकारः न भवति। तस्य एव निषेधसूत्रं यदा तत्र यद् इति शब्दस्य प्रयोगः भवति चेत्। तत्र उदाहरणमस्ति अभिजानासि कृष्ण यद्वने अभुञ्ज्महि इति सूत्रम्। तत्र स्मरसि कृष्ण यत् वने वयम् अखादाम। तत्र तु भूतकालार्थः अस्ति चेदपि तत्र यद् इति प्रयोगः अस्ति इति कारणेन तत्र लृट् लकारः न भवति इति। तत्र तृतीयं सूत्रं 3214 विभाषा साकाङ्क्षे इति। तत्रापि स्मृतिबोधक उपपदे सति भूत अनद्यतनकाले धातोः लृट् लकारः विकल्पेन भवति यदि सत्यपि असत्यपि। यदि इति पदं सत्यपि असत्यपि, यदि इत्युक्ते यद् इति पदं तस्य सप्तमी, तद् अस्ति चेदपि नास्ति चेदपि स्मृतिबोधक उपपदे सति तत्र लृट् लकारः भवति इति। तत्र एकः वन् मोर् क्लास् इति अस्ति, उपनियमः निमित्तम् सम्बन्धक्रियाद्वयमस्ति अपि च एकस्याः आवश्यकता भवति अपरस्याः अर्थपूरणार्थम् इति। तत्र तदपि मुख्यं, तदा एव तत्र विभाषा भवति। सो अभिजानासि देवदत्त कश्मीरान् गमिष्यामः, तत्र स्वक्तून् पास्यामः। सो तत्र एकस्याः क्रियायाः कृते अन्यक्रियायाः आवश्यकता अस्ति इति कारणेन स्मृतिबोधक उपपदे सति तत्र अनध्यतने लृट् लकारः भवति इति तृतीयसूत्रम्। अनन्तरं चतुर्थम् आसीत् आशंसायां भूतवच्च 3 3 1 3 2 114 अनन्तरं 132 33 गतवन्तः 32 इति आरभ्य 33 इदानीं। सो आशंसायां भूतवच्च इत्यत्र भविष्यत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन आशायाः विवक्षायाम्। अत्र गतसूत्रपर्यन्तं तत्र भूतार्थे स्मृतिबोधक उपपदे सति भूत अनद्यतनकाले लृट् भवति। इदानीं भविष्यत्कालार्थे भूतकालस्य वर्तमानस्य द्वयमपि प्रत्ययः अपि, केवलं लकारः इति प्रत्ययः अपि विकल्पेन आशायाः विवक्षायाम्। अत्र उदाहरणमासीत् उपाध्यायः चेद् अगमत् वा आगतः वा आगच्छति लट्लकारः आगमिष्यति तत् लृट् वा एते व्याकरणम् अध्यगीष्महि व्याकरणम् अध्यगीष्महि अथवा अधीतवन्तः वा अधीमहि वा अध्येषामहि इति आशायाः विवक्षा अस्ति इति कारणार्थे तत्र भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन इति। सो तद् चतुर्थं। पञ्चम क्षिप्रवचने लृट् 3 3 1 3 3 अग्रिमसूत्रं। तत्र क्षिप्रशब्दस्य च तदर्थकस्य उपपदे सति आशायाः विवक्षायां धातोः लृट् लकारः भवति। अत्र कः विशेषः इत्युक्ते क्षिप्रपदस्य अथवा तदर्थक उपपदे सति। सो उदाहरणम् अध्यापकः शीघ्रम् आगमिष्यति चेत् शीघ्रं व्याकरणं पठिष्यामः, तत्र लृट् लकारः भवति। सो आशंसायां भूतवच्च इत्यस्य अपवादः अस्ति क्षिप्रवचने लृट् किमर्थम् इत्युक्ते गतसूत्रेण एव तद् भवितुमर्हति, परन्तु अत्र तु क्षिप्रवचने इत्यस्य केवलं धृट्लकारः एव भवति, न तु भूतकालः अथवा वर्तमानकालप्रत्ययाः, तदेव विशेषः. क्षिप्रवचने लृट् इत्यनेन केवलं लृट्लकारः इति पञ्चमं वा, पञ्चमं षष्ट. किं वृते लृङ् लृटौ, 3 3 1 4 4 अग्रिमं दश, दशसूत्रात् अनन्तरं किम् इति प्रश्नवाचके सति गर्हा इति अर्थः गम्यमानः चेत् धातोः लिङ् च लृट् च लकारः भवतः. अत्र गतसूत्रे केवलं लृट् लकारः, अस्मिन् सूत्रे लृङ् लृटौ किं वृत्ते, किम् इति प्रश्नवाचकशब्दः भवतुम् इति उपपदे सति. तत्र गर्हा इति अर्थः भवति चेत् तत्र लिङ् लृट् भवति. किं, कतर, कथम इत्येषु अन्यतमः उपस्थितः स्यात् इत्यनेन किं वृत्तः इति. तत्र उदाहरणं किम्, उदाहरणं न दत्तं वा? हा, कः, कतरः, कथमः वा हरिं निन्देत् निन्दिष्यति वा. सो लिङ् लृट् द्वयमपि भवति. कः अभाग्यः अस्ति यत् हरेः निन्दां कुर्यात् इति. किं वृत्ते लृङ् लृटौ, तत्र एव वयं लृङ् प्राग्वत् इति विषये दृष्टवन्तः. तत्र गतसूत्रात् इत्युक्ते विभाषा कथमी लिङ् च इति तस्मात् पूर्वं वा, तस्मात् तत्र लृङ् इत्यस्यापि अनुवृत्तिः अत्र भवति. अतः केवलं लिङ् लृट् इति न, लृङ् अपि अत्र भवति इति दृष्टवन्तः, एतत् दृष्टवन्तः. अग्रिमसूत्रमपि दृष्टम् अस्माभिः, सप्तमसूत्रम् अनक्लृप्यमर्षयोः किं वृत्ते अपि असम्भावना अक्षम चेत् अनयोः अर्थे किं वृत्तेः उपपदे सत्यपि असत्यपि धातोः कालसामान्ये सर्वलकार अपवादे लिङ् च लृट् च लकारः भवति. सो तत्र गर्हा इति निवृत्तमस्ति, केवलं किम् इत्युक्ते असम्भावना अथवा अक्षम इति अर्थद्वयं भवति चेत् अमर्ष इत्युक्ते अनवक्लुप्तः अमर्ष, अक्षम्भावना अक्षम इति अस्ति इति अर्थे अस्ति चेत् किं वृत्तेः उपपदे, किं वृत्तः इत्येव उपपदः उपपदं तस्य सत्यपि असत्यपि कालसामान्ये तत्र लिङ् लृट् भवति. भवान् हरिं निन्देत् निन्दिष्यति वा इति तत्र असम्भावना अथवा अक्षम, क्षमायोग्या नास्ति, सम्भावनीया नास्ति अथवा क्षमायोग्या नास्ति. तादृशेषु स्थलेषु तत्र किं सूत्रं लिङ् लृट् भवति, यथा पूर्वसूत्रं लिङ् किं वृत्तौ लिङ् लृटौ इव अत्रापि लिङ् लृटौ भवति, परन्तु नित्यम् अत्र तु विकल्पेन न. एतावदेव दृष्टवन्तः खलु. किं किल दृष्टवन्तः वा? न भगिनि, न खलु, तदेव. नमस्कार, नमस्ते. किं वृत्ते अनवक्लिप्ते अमर्षयोः अकिं वृत्ते अपि इति अस्ति खलु, गर्हायां निवृत्तं, परन्तु किं वृत्ति अस्ति, अत्र किं वृत्ति अस्ति चेदपि गर्हा नास्ति इति वा, तादृश खलु. सत्यं, किं वृत्ति अस्ति पूर्वसूत्रे, परन्तु टोन् इत्यत्र गर्हा, काकु इत्यत्र गर्हा न भवति, तावदेव. किं वृत्तिः अस्ति परन्तु गर्हा नास्ति, तदेव निवृत्तं, तदेव अग्रे अपि एकस्मिन् सूत्रे आगच्छति प्रायः एतत् एव. किं किल इति न, अग्रे इतोपि एकं सूत्रं तत्रापि तादृशनिवृत्तिः जातः. अग्रिमसूत्रम् इति शेषे ऋडयदौ इत्यत्र प्रायः एतत्तु अष्टमसूत्रं खलु. किं किल अस्ति अर्थेषु लृट्, महोदय भवान् एव. अस्तु, किङ्किल किङ्किल अस्ति अर्थेषु, श्रूयते खलु? आम् आम् किङ्किल अस्ति अर्थेषु, किङ्किल अस्ति अर्थेषु लृट् इति तृतीय अध्यायस्य तृतीयपादस्य षट्चत्वारिंशत् अधिक एकशतं किङ्किल अस्ति अर्थेषु लृट् असम्भावना च अक्षमा चेत् अनयोः अर्थः गम्यमानः गम्यमानः चेत् किङ्किल च अस्ति चेत् अनयोः उपपदे धातोः लृट्लकारः भवति. अनवक्लिप्ति अमर्षयोः इत्येतत् गर्हायां च इति यावत् यावत् अनुवर्तते. किङ्किल इति समुदायः क्रोधद्योतकः उपपदम्. अस्ति अर्थाः अस्ति भवति विद्यते इत्यादयः विद्यते विद्यतयः इति लिङ्गः अपवादः. अत्र लृङ्न लिङ्गः अपवादः लिङ्न इति सिद्धान्तकौमुद्यां वृत्त्वा उक्तं यत् अनवक्लिप्ति अमर्षयोः अकिंवृत्ते अपि इत्यस्मात् अनवक्लिप्ति अमर्षयोः इत्यस्य अनुवृत्तिः भवति गर्हायं च इति सूत्रपर्यन्तं. किङ्किल इति समुदायः इत्युक्ते किङ्किल इति शब्दः किञ्च किल च इत्यनयोः योजनेन समूहात्मकम् अव्ययं जायते यस्य अर्थः अस्ति क्रोधः क्रोधस्य द्योतकः. यदा इदं किङ्किल इति अव्ययम् उपपदरूपेण वाक्ये विद्यते तदा अच सूत्रस्य प्रवृत्तिः भवति. अस्त्यर्थाः अस्ति भवति विद्यतयः इत्यनेन अस्ति इत्यस्य अर्थे अस्ति भवति विद्यते इत्यादयः शब्दाः सम्भवन्ति. लिङ्गः अपवादः अत्र लिङ्गः अपवादः अतः लृङ् अपि न भवति. अस्मिन् सूत्रे साक्षात् लृट् उक्तमस्ति प्रदर्शनार्थं यत् लिङ् इत्यस्य अनुवृत्तिः नास्ति अपि च यदा लिङ् नास्ति तदा लृङ् प्राग्वत् इत्यपि न भवति. अनवक्लिप्ति आमर्षयोः किंवृत्तेः अकिंवृत्तेः अपि इति सूत्रं प्रबाद्य केवलं लिट्लकारः विददाति न तु लिङ्. अस्ति अर्थः येषां ते अस्त्यर्थाः बहुव्रीहि. किङ्किलाश्च अस्त्यर्थाश्च तेषाम् इतरेतर द्वन्द्वः. किङ्किल अस्त्यर्थेषु किङ्किल अस्त्यर्थेषु इति किङ्किल अस्त्यर्थेषु सप्तम्यन्तं किङ्किल अस्त्यर्थे सप्तम्यन्तं लृट् पदमान्तं द्विपदविदं सूत्रम् अनवक्लिप्ति अमर्षयोः अकिंवृत्ते अपि इत्यस्मात् अनवक्लिप्ति अमर्षयोः इत्यस्य अनुवृत्तिः प्रत्ययः धातोः परश्च इत्येष इत्येतेषाम् अधिकारः. अनुवृत्त इति सूत्रमस्ति अनवक्लिप्ति अमर्षयोः किङ्किल अस्ति अर्थे इति अर्थेषु धातोः लृट् प्रत्ययः भवति इति अर्थं. तर्हि तत्र एतत् सूत्रमस्ति किङ्किल अस्ति अर्थेषु लृट् इति अत्र केवलं लृट् लकारः एव भवति. पूर्वतनसूत्रे वयं दृष्टवन्तः लिङ्ग् अपि आसीत् परन्तु इदानीं तत्र केवलं लृट् अस्ति इति कृत्वा लृट् इति अत्र पुनः उक्तं तत्र तस्य अनुवृत्तिः न कृतं तत्र वारणार्थं लिङ्गः वारणार्थं. तर्हि लिङ्ग् नास्ति चेत् लृङ्ग् अपि न भवति. अत्र गर्हायाम् इति अनुवर्तते अनवक्लिप्ति अमर्षयोः इत्येतदपि भवति परन्तु अत्र उपपदम् अस्ति तत्र अनवक्लिप्ति अमर्षयोः किङ्किल इति शब्दः एतत् शब्दः अस्ति यत् गर्हक्रोधद्योतकः अस्ति तदुपपदे सति तत्र धातोः लृट् प्रत्ययः भवति. अपि च अस्ति अर्थेषु विद्यते अस्ति भवति इत्यपि तत्रापि गर्ह द्योत्यते तत्र द्रष्टव्यं भवति. अत्र पश्यामः तत्र सूत्रमस्ति न शद्दे अथवा न मर्षये किङ्किल त्वं शूद्रान्नं भोक्षसे इति. अत्र मर्ष अमर्ष इति न मर्ष्य अमर्ष इति अस्ति अपि च किङ्किल इति अस्ति तत्र इदानीं लृट्लकारः भवति. न शद्दे अथवा न मर्षये किङ्किल त्वं शूद्रान्नं भोक्षसे इति तत्र गर्हः अस्ति. शूद्रान्नं शूद्र कोऽपि ब्राह्मणः स्यात् तत्र शूद्रान्नं खादति इति तत्र वृट्लकारः भवति. अत्र गर्हः इति अस्ति तत्र लृट्लकारः तत्र एतत् सरलकरम् अपवादः अस्ति वा एतत् तर्हि एतत् अस्तु न उक्तं खलु परन्तु तत्र यदि यदि खादितवान् अथवा लृट् इति अस्ति खलु तत्र सामान्य सरलकर अपवादः इति चिन्तयामि अस्तु भोक्षसे इति षद्धते इति षत् योग धा आत्मनेपदे लटि उत्पन्नपुरुषे एकवचने षत् योग धते षद्धते नाम विश्वासं करोमि न विश्वसिमि किं किल त्वं श्रद्धानं भोक्षसे इत्यर्थः श्रद्धानं भोक्षसे किं किल त्वं श्रद्धानं भोक्षसे इति न श्रद्धते किं किल त्वं शूद्रानं भोक्षसे इति अहं न अर्थः अस्ति अहं विश्वासं न करोमि सम्भावना न पश्यामि तथा आशां न करोमि यत् त्वं शूद्रस्य अन्नं खादसि इति न श्रद्धते इति विश्वासं करोमि इति अर्थः न मर्शये अत्र मर्श न मर्शये इत्युक्ते सहनं न सहनं कुर् न सह तत् सहामि भवति वा सह सहन सहते सहे न सहे खलु न सहे सहे भवति वा न सहे किं किल त्वं शूद्रान् शूद्रान्नं भोक्षसे इति तत्र अमर्ष अपि च किमस्ति अत्र अनवक्लिप्ति अनवक्लिप्ति इति असम्भावना न श्रद्धते इति असम्भावना वा न श्रद्धते इति न विश्वासं करोमि इति अर्थः न मर्शये इति तत्र तत्र असहन इति अर्थे तत्र लृट्लकारः भवति प्रथमवाक्ये एकवारं किम् अस्ति टालरेट् किमपि अन्यत् ऐ वोण्ट् टालरेट् युवर् ईटिङ्ग् ईटिङ्ग् दृष्टुधारण इति खलु युवर् इति खलु टालरेट् अमर्षः इति नाट् टालरेट् अनवक्लिप्तिः इति इम्पासिबिलिटि नाट् टु बि बिलीव्ड् ऐ काण्ट् बिलीव् ऐ काण्ट् बिलीव् भवान् शूद्रान्नं भक्षयति इति खादति विद्यते इति कुत्र भवतु अग्रे अस्ति त्वं शूद्रे गमिष्यसि इति अस्ति त्वं शूद्रान्नं गमनं करोति एवम् अस्ति किम् इति शूद्रायाः गमनं अस्ति त्वं शूद्रीं गमिष्यसि इति अस्ति इति खलु तत्र तादृशप्रश्नवाचिका भवति इदानीं तत्र सः गर्हः नास्ति त्वं शूद्रीं गमिष्यसि इति अस्ति त्वं शूद्रायाः गमनं करोति एवमस्ति किम् इति एकमस्ति त्वं शूद्रीं गमिष्यसि इति भवति अथवा विद्यते इति तत्र येषु त्रिषु वाक्येषु अस्त्यर्थकपदानि अस्ति भवति विद्यते सन्ति इति कृत्वा अस्त्यर्थस्य निगमनम् अत्र गम् धातुः किं किल अस्त्यर्थस्य लुट् इत्यनेन केवलं लृट्लकारविहित अनेन स गमिष्यसि इत्येव जायते अस्तु तत्र एवम् अस्ति तत्र अनवक्लिप्ति अमर्षयोः तत्र किं किल शब्दः यत् गर्हां सूचयति अपि च अस्त्यर्थः अस्त्यर्थका शब्दाः उपपदे सति तत्र लृट्लकारः भवति इति अस्ति तत्र परन्तु अत्र त्वं शूद्रीं गमिष्यसि इति अस्ति इति तत्र गर्ह एव अस्ति वा तत्र गर्हायां तत्र प्रश्नं करोति वा गर्हासूचितप्रश्नः वा गर्हः वक्तुं शक्यते टालरेट् इत्येव भवति खलु इस् इट् पासिबल् दट् यु शुड् गो इत्येव अस्ति तत्र अन्बिलीवबल् अस्ति विद्यते तत्रापि तदेव दत्तमस्ति ट्रान्स्लेशन् तत्रापि इस् इट् पासिबल् दट् डो शुड् गोस् टु अ फीमेल् शूद्र इत्येव अस्ति इत्युक्ते ऐ कान् बिलीव् इति अर्थे एव खलु गर्ह अस्ति गर्ह तु अस्ति एव अतः एव एतादृशवाक्यानि आगच्छति खलु गमिष्यसि इति अस्ति तत्र खलु गमिष्यसि इति अस्ति गमिष्यसि इति भवति गमिष्यसि इति विद्यते क्रिया तत्र क्रियापदं द्वयमस्ति इति अस्ति इत्यनेन खलु गमिष्यसि त्वं शूद्रीं गमिष्यसि इति वार्ता अस्ति वा इति तादृशप्रश्नः खलु. गमिष्यति इति श्रूयते तत्र यदा तत् पूर्वमेकं दृष्टवन्तः खलु तत्र एकस्य कृते द्वितीयक्रियापदस्य आवश्यकता इति. अत्र अस्ति विद्यते किमस्ति भवति इति अस्ति चेदेव ते एव उपपदं खलु. किङ्कला इति उपपदम् अस्ति भवति विद्यते इति अपि उपपदम्. किङ्किला किङ्किला न आवश्यकम् विशेषप्रयोग पासिबल् इस् इट् पासिबल् इति अर्थे एव दत्तमस्ति. अस्तु किं अन्यत् उदाहरणम् अस्ति तत्र क्षम्यता. अत्र लृङ् न किमर्थम् अत्र लृङ् अत्र लृङ् लृङ् न लिङ् नास्ति इति कृत्वा खलु. अत्र भविष्यति नित्यं लृङ् भूते वा पूर्वविधिः न भवति यतोहि उपरिक्तेषु वाक्येषु लिङ्गनिमित्तता नास्ति. लिङ्गः अभावे लृङ् अपि न भवति इति अस्ति. अतः तत्र लिङ्ग् प्राग्वत् लिङ्ग् यत्र यत्र लिङ्ग् भवति तत्र लृङ् भवति एव तत्र तत्र नास्ति. सम्यक् अस्ति. वयं तु लृट्लकारस्य समीचीनप्रयोगः एव एतावता न कृतवन्तः. आमां सत्यम्. अत्र तादृश लट्लकार अस्माभिः न पठितं खलु सार्वत्रिकलकारे लट्लकारस्य अपि तत्र भूतकालार्थे भवति खलु. भूतकालार्थे अपि तत्र प्रयोगः भवति लकः तत्र भवति खलु समीपकालस्य खलु. आम् तदपि वयं लट् विषये अपि न पठितवन्तः. अत्र एव पठितवन्तः खलु तत्र लट् लकारस्य उपरि अस्माभिः पठितमासीत् लट् लकारस्य एव. आम् लट् लकारपाठे न पठितवन्तः. न पठितवन्तः तदा अस्माकं तादृश गतिः नास्ति. आमां सत्यं प्रायः महोदय न योजितम् इति चिन्तयामि. आम् सत्यं सत्यम्. तत्र नीलेश महोदयस्य एकस्मिन् ध्वनिमुद्रणे इक् प्रत्ययस्य विषये सः वदति नवसम्भावना अस्ति. वयं सर्वदा तु भूतकालार्थे इत्यस्य एव प्रयोगं कुर्मः. तत्र नवसम्भावना अस्ति इति सः वदति. अव वा सप्त वा अव इति चिन्तयामि. नवसम्भावना इति प्रत्ययस्य परन्तु अस्माकं तु वयं सर्वदा तत्र गतः अस्माभिः गत तादृशं केवलं कर्मणि प्रयोगः अथवा प्रत्यर्थकः अस्ति चेत् कर्तरि इति तत्र लिमिटेड् प्रयोगः एव कुर्मः खलु. परन्तु सः वदति तस्मिन् ध्वनिमुद्रणे तत्र अन्यप्रयोगाः अपि सन्ति केवलं भूतकालार्थे प्रत्ययः इति न इति सः वदति. नव इति एव चिन्तयामि. नव वा सप्त वा इति न स्मरामि इदानीम्. अन्यसम्भावना अपि अस्ति केवलं भूतकालार्थम् इति न. अत्र अपि अस्ति खलु तत्र मतिबुद्धिपूजार्थे तत्र वर्तमानकाले भवति इति. वर्तमानकाले भवति तादृशं बहु भिन्नभिन्नस्थलेषु सः वदति. भिन्नभिन्न भवति तादृश एकं पूजार्थेषु प्रत्ययस्य प्रयोगः भवति तत्र वर्तमानकाले. तत्र षष्ठीभक्तिः भवति तत्र षष्ठीभक्ति राज्ञां पूजितः राज्ञां मतः इति. तत्र सामान्यतः तत्र षष्ठी न भवति खलु तत्र कर्ता अथवा कर्म इति का प्रत्ययः न भवति न लोकव्यनिष्ठा कलत्र. परन्तु अत्र वर्तमानकाले अपि अस्ति तत्र विशेषप्रयोगः अत्र षष्ठी भवति इति सूत्रम् अस्माभिः पठितमासीत् तत् कारकप्रकरणं षष्ठी मतिबुद्धिपूजा. अस्तु सम्यक्. एतदेव किं किलास्य अर्थेषु लृट् अवगतं वा उषा भगिनी अरुणा भगिनी पुनः पठितुम् इच्छन्ति वा? पुनः पठनीयं भवति. अरुणा भगिनी पठति वा पुनः एकवारं? भगिनि एकनिमिषं भगिनि क्षम्यताम्. ऐ सी टु उषा हियर् बट् ऐ लाग्ड् इन् ओन्ली इन् वन् ओ एवं वा ऐ विल् सी बट् फोर् ओन्लि न सम्यक् एव अस्ति ऐ केन् सी ओन्लि फोर् पार्टिसिपेण्ट्स् फोर् ओन्लि ऐ डोण्ट् सी एनी पार्टिसिपेण्ट् इन् मै पार्टिसिपेण्ट् ओन्लि ओन्लि मी अण्ड् भगिनी रामप्रिय भगिनी शोस् न तत्र ओ दट् दट् मस्ट् बि सम् सेट्टिङ्ग् बै या इट् सेस् फिल्टर्ड् ऐ डिडन्ट् फिल्टर् अहमपि न कृतं यु हव् टु प्रेस् दट् त्री डाट्स् आर् देर् नो डौन् बिलो यु प्रेस् दट् ओ अस्तु अण्ड् देन् देर् यु गेट् देर् यु सी फोर् पीपल् आर् देर् यु केन् सी not on I participant see, more chat chat to switch to phone disconnect audio telephone keypad meeting settings participants and more it just mean mahoday I am in iPad mahoday so this may be different oh, oh yeah. maybe yeah. different may be different but I have not set any filters Bagni I don't even know where it no is. No, no no no it looks like something in my setting Bagni yeah maybe yeah maybe or they have already set it like that because I have not set any filters four of us only are there Bagini okay I don't see Aruna Bagini for me, mine it shows me twice in two devices I didn't in two devices oh, it looks like I am connected astu Bagini yeah probably audio no no issues yes Aruna Bagini patativa अवगतं भगिनि किं करोति तेषु रूट् अत्र सम्भावना च अक्ष्म पद उपपद अस्ति चेत् अस्ति चेत् किं किल च अस्ति इतनयोः उपपदे धातो लुट् लकार भवति पूर्वसूत्रमस्ति अनवकृप्तमश्रयोरित्येतत् कषायां च इति यावत् अनुवर्तते अर्थः किं किल इति तेन क्रोधद्योतक उपपदम् अस्ति अर्थः अस्ति भवति विद्यते विद्यते अत्र इति लुट्लकारविधायकसूत्रमस्ति किं किल इति इन् दिस् कण्डिशन्स् इति असम्भावना अक्षम इति अर्थे किं किल इति उपपदम् अस्ति इति उपपदम् अस्ति चेत् द्वयमपि इति न किं किल अथवा अस्ति इति उपपदे सति तत्र लृट्लकारः भवति तत्र गर्हा इति अपि अनुवर्तते पूर्वस्मात् सूत्रात् पूर्वं न आम् 149 एतत्तु सम्यक् एव वा 146 एव खलु एतत् 149 इति अग्रे भवति खलु एकक्षता सूत्रसङ्ख्या दोषाय इति चिन्ता आम् सूत्रसङ्ख्या दोषाय गर्हायाम् इति निवृत्तं खलु अनवक्लिप्त इति अत्र सत्यं अनवक्लिप्त अमर्षयोः इत्येतत् गर्हायां च इति यावद् अनुवर्तते ओ गर्हायां च इति 3314 तावत् अनुवर्तते परन्तु गर्हयां च इति पर्यन्तं भवति खलु गर्हः नास्ति वा तर्हि अत्र गर्हः नास्ति वा तदेव मम क्रोध किङ्किल इत्येव गर्हः अस्ति क्रोधः खलु किङ्किल इति क्रोधः द्योतकः अस्ति गर्हः नास्ति किङ्किल शब्दः न न गर्हः एव खलु क्रोध इत्युक्ते गर्हः एव खलु क्रोधः इति तत्र क्रोध किङ्किल इति अत्र दत्तमस्ति खलु किङ्किल किङ्किल इति अमर्षयोः अनवक्लुप्त अमर्षयोः इति वर्तते किं किल शब्दसमुदाये अत्र सर्वत्र अर्थः गम्यमान इति उक्तं तत्र परन्तु तत्र वाक्ये तत् गम्यमान तत् यदा वाक्यं रचयामः तत्र अमर्ष अथवा असम्भावना इति तत्र तद् तस्य प्रयोगः करणीयम् एव खलु अन्यथा न न आवश्यकः खलु तत् तद् उपपदे किङ्किल एव उपपदे खलु किङ्किल उपपदे एव असम्भावना अथवा अक्षम इति वाक्ये आवश्यकता नास्ति इति अर्थः परन्तु अर्थम् अर्थं द्योतयितुं तत्र प्रयोगः भवेत् एव खलु न मर्षे इति अनवक्लुप्तमर्षयोः इत्यत्र तु किं गर्हा इति निवृत्तं खलु तत्र गर्हा नास्ति खलु एव पठितम् अस्माभिः गर्हायाम् इति निवृत्तम् अनवक्लुप्तः असम्भावना अमर्ष अक्षमा तत्र तु गर्हायाम् इति निवृत्तं केवलम् असम्भावना अथवा अक्षमा इत्येव अस्मिन् सूत्रे अनवक्लुप्त इति अनुवर्तते अनवक्लुप्तयो अमर्षयोः इति एतत् गर्हायां च इति यावद् अनुवर्तते सो गर्हा अस्ति एव खलु गर्हायुक्तक्रोधद्योतक उपपदं वा अनवक्लुप्त अमर्षयोः इति एतत् पदं गर्हायां च इति पर्यन्तम् अनुवर्तते इति अस्ति तावद् अस्तु अस्तु तावत्पर्यन्तम् अनवक्लुप्त अमर्षयोः इति अनुवर्तते अवगतम् अत्र नास्ति केवलं किञ्चिल अथवा अस्ति किङ्किल इत्युक्ते क्रोधः एव खलु गर्हा एव क्रोधः अहं चिन्तयामि गर्हा इति इट् इस् मोर् निन्दा क्रोध इति निन्दा तु नास्ति खलु अहमस्ति तत् परन्तु तद् वाक्यतदेव इति चिन्तयामि तत् अर्थः न श्रद्धते किङ्किल तं क्रोधानं भोक्षसे इति तत्र खलु न श्रद्धते अब्यूस् इति वदति खलु गर्हा इत्यस्य अब्यूस् इति भवति क्रोध इत्यत्र बट् इतोपि वि केन् एक स्टेप् वि केन् स्टाप् बिफोर् आल्सो क्रोध तदपि यस् यस् यस् फस्ट् स्टेप् क्रोध अनन्तरम् अब्यूस् क्रोधजन्य आं भगिनि इदानीम् अवगतं मम एव किञ्चित् संशयः आसीत् आं पठतु तत् सूत्रेव भगिनि अत्र ऋङ् न भवति इति सिद्धान्तकौमुद्याम् उक्तं वृत्तौ उक्तं यत् अनवक्लुप्त अमर्षयोर् किं वृत्ते अपि इत्यस्मात् अनवक्लुप्तमर्षयोः इतस्य अनुवृत्तिः भवति गर्ह्यायां च इति सूत्रपर्यन्तम् एव वयं चिन्तितवन्तः किं किल इति समुदायः इत्युक्ते किं किल इति शब्दः किं च किल अनयोः योजनेन समूहात्मकम् अव्ययं जायते यस्य अर्थः अस्ति क्रोधः क्रोधस्य द्योतकः अदेतद् जानीमः किं किल क्रोधः क्रोधस्य द्योतकशब्दः इदं किं किल इति अव्ययम् उपपदरूपेण वाक्ये विद्यते तदा अस्य सूत्रस्य प्रवृत्तिः भवति असत्यत्वः अस्ति भवति विद्यतः विद्यतयः इत्यनेन अस्ति इत्यस्य अर्थे अस्ति भवति विद्यते इत्यादयः शब्दाः सम्भवन्ति लिङ्गो अपवादसूत्रः सूत्रः लृङ् अस्मिन् सूत्रे साक्षात् लुट् उक्तमस्ति प्रदर्शनार्थं यत् लिङ् इत्यस्य अनुवृत्तिः नास्ति अपि च यदा लिङ् नास्ति चेत् क्रियातिपत्तौ ऋङ् अपि न भवति. अनुपकृप्तमर्षयोर् किमृत्ते अपि इति सूत्रं प्रभाज्य केवल लुट् लकारः विद्यते न तु लुट् अस्ति. अर्थो येषां ते अस्ति अर्थाः बहुव्रीहिः किं खिलश्च अर्थश्चार्थश्च तेषाम् इतरेतरयोगद्वन्द्वः किं खिला अस्ति अर्थस्तेषु किं किलास्तत्तेषु किं किला अस्त्यर्थेषु सप्तम्यन्तं लुट् प्रथमान्तं द्विपदं सूत्रम् अनुपकृप्त अमर्षयोः किं वृत्ते अपि इत्यस्मात् अनुपकृप्तस्योः इति अनुवृत्तिः प्रत्ययः धातोः परश्च अनुवृत्तस्य सूत्रं वदति अनुपकृप्त अमर्षयोः किं किला अस्त्यर्थेषु धातोः लुट् प्रत्ययपरश्च. अवगतं भगिनि? इदानीं किञ्चित् स्पष्टमस्ति खलु. अतः वयं वाक्ये किल किल इति प्रयोगं कुर्मः खलु, परन्तु किं किल इति एकम् अव्ययमस्ति. सो तत्र भ्रमः मास्तु, एतत्तु भिन्नम् अस्ति. किं किल इति यदा वाक्ये प्रयोगः दृश्यते चेत् एतत् सूत्रं स्मर्तव्यम्. एतत् भिन्नप्रयोगः, किल किल इति प्रयोगः नास्ति इति. किं किल इत्युक्ते क्रोधः इति स्मर्तव्यं. क्रोध अव्ययपदं किं किल इति. आम्, उषा भगिनी अग्रे अपि पठति वा? अस्तु भगिनि. सिद्धान्तकौमुद्यां तत्र खलु भगिनि? आम् आम्. सिद्धान्तकौमुद्यां किं किल अस्ति अर्थेषु लृट् इत्यस्य निदर्शनम् अस्ति न श्रद्धते न मर्षये वा, न श्रद्धते न मर्षये वा, किं किल त्वं शूद्रान्नं भोक्ष्यसे, अस्ति भवति विद्यते वा, शूद्रीं गमिष्यसि. अस्ति भवति विद्यते वा, सो अस्ति अथवा भवति विद्यते, शूद्रीं गमिष्यसि. अत्र वाक्यद्वयम् अस्ति. प्रथमवाक्यं भवति किं किल इत्यस्य उदाहरणं, द्वितीयवाक्यम् अस्ति अस्ति भवति विद्यते इति एषाम् उदाहरणम् अस्तु. न श्रद्धते न मर्षये वा, न श्रद्धे ओके, न श्रद्धते किं किल त्वं शूद्रान्नं भोक्ष्यसे, अथवा न मर्षये किं किल त्वं शूद्रान्नं भोक्ष्यसे. ओके, अस्तु भगिनि. न श्रद्धते न मर्षये वा किं किल त्वं शूद्रान्नं भोक्ष्यसे, अनेन वाक्यद्वयं जायते. श्रद्धते श्रद्धयोगः दादातु आत्मनेपथ्ये लटि उत्तमपुरुष एकवचन उत्तमपुरुष एकवचन श्रद्धयोगः दधे श्रद्धते नाम विश्वासं करोमि. न श्रद्धते किं किल त्वं शूद्रान्नं भोक्ष्यसे, अहं विश्वासं न करोमि, सम्भावनां न पश्यामि, तथा आशां न करोमि यत् त्वं शूद्रस्य अन्नं खादसि. न मर्षये किं किल त्वं शूद्रान्नं भोक्ष्यसे, अहं सहनं न करोमि यत् त्वं शूद्रस्य अन्नं खादसि. ओके, सो वाक्यद्वयमस्ति. अस्तु भगिनि, प्रथमवाक्ये अनवकृप्त्यर्थः अस्ति न श्रद्धते, अपि च क्रोधद्योतकम् अव्ययं किं किल इति उपपदे अस्ति. उपपदेन किं किले इति अस्ति वा, श्रद्धते किं किल त्वं शूद्रान्नं भोक्ष्यसे. ओके, द्वितीयवाक्ये अमर्षार्थः अस्ति. अमर्षार्थः इत्युक्ते असहनम्. अमर्षार्थः अस्ति अपि च क्रोधद्योतकम् अव्ययं किं किल इति उपपदे अस्ति. ओके, ओ सूत्रे किं किल इति किं किल अस्ति अर्थेषु, ओ अर्थेषु इति अस्ति इत्यनेन तदपि अनुवर्तते खलु अनवक्लुप्तामश्रयोः. एतत् श्रद्धे इति धातुः कः? श्रत् श्रत् इति धातुः एव नास्ति खलु? श्रत् इति धातु नास्ति, धा एव धातु. तदेव सत् इति किं ददे उत्तमपुरुष एकवचनं, बट् शत् धातुः दः इति धातु. आं भगिनि, तदे बट् वाट् इस् दट् शत्? शत् इस् तदेव मम प्रश्नः अपि, अतः एव शत् इति अन्वेषणं कृतवती. शत् इति किं कोशे पश्य तत्तु न आगच्छति. अव्ययमस्ति, षत् इति अव्ययमस्ति. ओ अस्तु, तत्र श्रद्धायां षत् इति अव्ययं श्रद्धायां श्रद्धा प्रसिद्धवार्ता एव, षत् इति अव्ययम् इति. ओ अस्तु, ट्रूथ् फेथ्फुल्नेस् इस् यूस्ड् वित् कृ अण्ड् धान अण्ढा इति उक्तं. श्रद्धा श्रद्धा किमर्थम् एतादृशम् आगच्छति? षत् धातु अङ्गप्रत्यय उपसर्ग उपसर्गत्व यदा उपसर्गरूपेण आगच्छति इति अस्ति. धा धातोः यदा षष्टिः भवति तस्य उपसर्गत्वं भवति इति. उपसर्ग इव दृश्यते, उपसर्ग एव शब्दार्थकौस्तुभे इति तत्र दत्तमस्ति. एक कन्नड अस्ति शब्दार्थकौस्तुभ इति कन्नडकोशः, तत्र दत्तमस्ति. एतत् अव्ययमस्ति, धातु यदा अङ्गप्रत्यय विधीयते तदा तस्य उपसर्गत्वं भवति. एक प्रकार का उपसर्ग जो धातु के पूर्व में लगता है इति उक्तम् आप्ते मध्ये अपि. किं दृष्ट कुत्र दृष्टवती भगिनि? कोश कोशान्वेषः स्टडी डाट् तत्र षत् इत्येव लिखितवती. श्रद्धा इति यदा लिखामि तत्र किमपि न आगच्छति. किमर्थम् तत्र टङ्कणदोषः वा? इद् धा एव भवति खलु, तत्र दकारद्वयं किमर्थम्? अस्माकं करपत्रे आम्, परन्तु अस्माकं करपत्रे पश्यतु तत्र ध ध अल्पप्राणद्वयमस्ति. आनाचि च इत्यन्त तत्र द्वित्वं भवति खलु कुत्रचित्, तत्र तादृश भवति वा इति कृतं वा? एकमस्ति खलु सामान्यतया श्रद्धा इति लिखामः चेत् आगच्छति एव. अहं तु चिन्तितवती किमपि न्यूतन शब्दः इति. एक एव श्रद्धा एव अस्ति, धकार धकार एव अस्ति, कोशे अस्ति, अस्माकं करपत्रे करपत्रे श्रद्धते करपत्रे करेक्ट् एव खलु? न ददे धा धातोः इति कृत्वा वा? धा धातोः द्वित्वम् अनन्तरं धदे भवति खलु भगिनि, धदे इति. ओ देन् दे हेव् जायिण्ट् इट्. अस्तु, दे हेव् रिटन् सो दट्स् द वे इट् वास् रिटन् इदानीं स्पष्टम्. सो श्रत्ययोगः दा दा इत्यस्य आत्मनेपदी लटि उत्तमपुरुषे एकवचने ददे श्रत्ययोगे ददे शब्दे अस्तु इदानीम् अवगतम् अस्तु तदेव अहं चिन्तितं परन्तु श्रद्धदे इति वयं कोशे तु न द्रष्टुं शक्नुमः तद् धातुपाठे एव आम् अत्र तु श्रद्धा इत्यत्रापि श्रत्ययोगः धा तदुक्तं तद् इदानीं प्राप्तं सो वि विल् गो बेक् टु द धातुपाठे न श्रद्धते किं किल त्वं त्वं शूद्रान्नं भोक्ष्यसे न मत्स्यये किं किल त्वं किं किल त्वं शूद्रान्नं भोक्ष्यसे सो किं किल इति एव क्रोधद्योतकं क्रोधद्योतकम् अव्ययं किं किल इति उपपदे अस्ति अत्र भुज् अत्र भुज् धातोः अनवक्लृप्ति अमर्षयोः अकिं वृत्तेरपि इत्यनेन लृट् च लिङ् च द्वयोः प्रसक्तिः आसीत् परन्तु किं किल अस्ति अर्थेषु लृट् इत्यनेन पूर्वसूत्रं प्रबाद्य केवलं लृट् विदधाति अनेन च भोक्ष्यसे इत्येव जायते अनवक्लृप्त्यमर्शनेन लृट् भवति लिङ् अपि भवति ओके परन्तु किं किल अस्ति अर्थेषु लृट् इत्यनेन पूर्वसूत्रं प्रबाद्य केवलं लृट् विदधाति अनेन च भोक्ष्यसे ओके ओके ओके लृट् एव भवति इत्यनेन भोक्ष्यसे इत्येव जायते ओके सत्यम् अस्ति भवति विद्यते वा शूद्रीं गमिष्यसि अनेन वाक्यत्रयं भवति त्वं शूद्रीं गमिष्यसि इति अस्ति त्वं शूद्रयाः गमनं करोति एवम् अस्ति किं त्वं शूद्रीं गमिष्यसि इति भवति त्वम् इति शूद्र्याः गमनं करोति त्वम् अस्ति किम् एवम् अस्ति किं भगिनि द सेम् थिङ्ग् इस् रिटन् त्वं शूद्रीं गमिष्यसि इति विद्यते ओ अस्ति भवति विद्यते ओ समानार्थः एव अस्ति अपि वर्तुं शक्य भवितुं शक्यते भवति अपि ओके भवती अपि भवति विद्यते अपि ओके येषु त्रिषु वाक्येषु असति अर्थकपदानि ओ अस्ति अर्थकपदानि अय्यो येषु त्रिषु वाक्येषु अस्ति अर्थकपदानि अस्ति भवति विद्यते सन्ति इति कृत्वा अस्ति अर्थं निगमनम् ओके अत्र गम् धातोः किं किल अस्ति अर्थेषु लृट् इत्यनेन केवलं लृट् लकारः विहितः अनेन च गमिष्यति इत्येव जायते अत्र लृङ् न अत्र भविष्यति नित्यं लृङ् भूते वा इति पूर्वोक्तः विधिः न भवति यतोहि उपरि उक्तेषु वाक्येषु लिङ् निमित्तता नास्ति लिङ् अभावे लृङ् अपि न भवति लिङ् अभावे लृङ् अपि न भवति अन्यत् उदाहरणं द लिङ् लृङ् ऐ एम् नाट् गोयिङ्ग् ऐ कैनाट् बादर् प्राङ्ग् लिङ्ग् प्राङ्ग्वत् लृङ् इति आसीत् खलु गतसूत्रे तद् अत्र न भवति तावदेव केवलं ऋट् लकारः अस्माकं सौकर्यात् किमपि अन्यत् अन्यत् उदाहरणं किं किल उपपदे न सम्भावयामि किं किल भवान् धान्यं न दास्यसि अहं चिन्तयितुम् अपि न शक्नोमि यत् भवान् धान्यं न दास्यसि न मर्शयामि किं किल भवान् धान्यं न दास्यसि अहं सहनं कर्तुं न शक्नोमि यत् भवान् धान्यं न दास्यति ओके अस्ति अर्थक उपपदे द सेम् थिङ्ग् ओके न सम्भावयामि अस्ति भवान् मां त्यक्ष्यति अहं चिन्तयितुमपि न शक्नोमि यत् भवान् मां त्यक्ष्यति न सम्भावयामि भवति न सम्भावयामि भवति भवान् मां त्यक्ष्यति भगिनि न सम्भावयामि भवान् मां त्यक्ष्यति भवति इति समो दट् लुक्स् मोर्र तत्र इति न आवश्यकं नास्ति वा तत्र अस्ति त्यक्ष्यति भवति त्यक्ष्यति विद्यते त्यक्ष्यति खलु इति न दत्तम् अत्र अत्र सम्भावयामि भवान् मां त्यक्ष्यति इति अस्ति भवान् मां त्यक्ष्यति इति भवति इति विद्यते ऐतिहास्य लाट् न अत्र क्रियाद्वयम् न सम्भावयामि भवान् न सम्भावयामि भवान् मां त्यक्ष्यति इति अस्ति क्रियापदत्रयमस्ति अत्र सम्भावयामि अस्ति अस्ति अस्ति त्यक्ष्यति इति अपि अस्ति न सम्भवामि इति एकमस्ति वाक्यमस्ति भवान् त्यक्ष्यति अस्ति इति तत् प्रथमपुरुषे अस्ति खलु तत् अस्ति इति एव उपपदं खलु न सम्भावयामि भवान् मां त्यक्ष्यति भवान् मां कथं त्यक्ष्यति इति कथम् इति अपि पूर्वस्मिन् वाक्ये दत्तमस्ति गमिष्यति इति अस्ति अस्ति इति भवति मध्यपुरुषे अस्ति खलु मध्यपुरुषे क्रियापदद्वयमेव अत्र तु क्रियापदत्रयम् आगतम् अथवा तत्र न सम्भवति त्वं मां त्यक्ष्यसि इति खलु न सम्भवयामि अस्ति कमा शुड् बि मूव्ड् अस्ति त्वं मां त्यक्ष्यसि भवति त्वं मां त्यक्ष्यसि इति खलु अत्र प्रथमपुरुषे भवान् इति अस्ति मध्यपुरुषे भवति भवान् मां त्यक्ष्यति न सम्भावयामि भवति भवान् मां त्यक्ष्यति न सम्भावयामि भवति ओके न अहं चिन्तयितुमपि न शक्नोमि यत् भवान् मां त्यक्ष्यति अस्तु न सम्भावयामि विद्यते भवान् मां त्यक्ष्यति तथापि अहं चिन्तयितुमपि न शक्नोमि यत् भवान् मां त्यक्ष्यति अस्तु अग्रे न मर्शयामि अस्ति भवान् मां त्यक्ष्यति ओके अहं सहनं कर्तुं न शक्नोमि यत् भवान् मां त्यक्ष्यति न मर्शयामि भवति भवान् मां त्यक्ष्यति अहं सहनं कर्तुं न शक्नोमि यत् भवान् मां त्यक्ष्यति न मर्शयामि विद्यते भवान् मां त्यक्ष्यति अहं सहनं कर्तुं न शक्नोमि यत् भवान् मां त्यक्ष्यति समापयामि वा अग्रे किं किल अस्ति अर्थेषु लृट् इति सूत्रस्य अनन्तरम् इतोपि एकं लृट् विधायकसूत्रं भवति शेषे लृटि लृट् अयदौ शेषे लृट् अयदौ इति अष्टाध्याय्याः सूत्रक्रमे अनयोः द्वयोः मध्ये कानिचन लिङ् विधायकसूत्राणि सन्ति जातु यदोर् लिङ् इत्यनेन अनवक्लृप्ति अमर्षयोः जातु यदो जातु यत् इत्यनयोः ओके जातु इत्य यत् इत्यनयोः अनवक्लृप्ति अमर्षयोः जातु यदोः उपपते धातोः लिङ्लकारः तदा यच्च यत्र योः इत्यनेन अपि तथैव, किन्तु यच्च यत्र इति उपपदे अनवक्लृप्ति अमर्षयोः यच्च यत्र योः उपपदे धातोः लिङ्लकारः, तदा गर्हायां च गर्हायां यच्च यत्र योः उपपदे धातोः लिङ्लकारः, तदा चित्रीकरणे च चित्रीकरणे यच्च यत्र योः उपपदे धातोः लिङ्लकारः, चित्रीकरणे इति इत्युक्ते आश्चर्यं विचित्रम् अद्भुतम्, चित्रीकरणे इत्युक्ते आश्चर्ये, अधुना अस्मिन्नेव चित्रीकरणे किन्तु यच्च यत्र त्यक्त्वा अन्यत्र सर्वत्र भवति शेषे लृट् अयदौ इत्यनेन लृट् न तु लिङ्ग्. ओके, सो इन् वेरियस् अर्थास् लिङ्ग् कम्स् बट् देन् शेषे लृट् अयदौ इत्यनेन लृट् अपि नास्ति लिङ्ग् अपि नास्ति ओ लृट् अस्ति न तु लिङ्ग्. क्षम्यतां शेषे ओ अग्रे अस्ति सूत्रम्. ओके, शेषे लृट् अयदौ इत्यनेन लृट् अस्ति न तु लिङ्ग्. ओके, तत्र मध्ये किमपि यद्किमपि अस्ति तद् वयं न दृष्टवन्तः इत्येव. अस्तु, किङ्किलौ किङ्किलास्ति अर्थेषु 3 3 1 4 6 तस्य अनन्तरं शेषे लृड् यदौ इति 3 3 1 5 1. सो 1 4 6 1 5 1 मध्ये कानिचन सूत्राणि सन्ति, सर्वाणि लिङ्ग् विषये अस्ति. ओ अस्तु, परन्तु तद् तु त्यक्तम् इदानीं. अस्तु, परन्तु दट् धातु गर्हायां किं भवति 1 4 9 खलु, तद् तत्तु मध्ये आगच्छति 1 4 6 1 4 9 लिङ्ग्लकारः, तत्रापि लिङ्ग्लकारः. गर्हायां यच्च यत्र योः उपपदे धातोः लिङ्ग्लकारः, तदा चित्रीकरणे च 150 तद् चित्रीकरणे यच्च यत्र योः उपपदे धातो तत्रापि लिङ्ग्लकारः. चित्रीकरणे इत्युक्ते तत्र आश्चर्यम्. ओके, शेषे लृट् अयदौ तत्र एव लृट् अस्ति न तु लिङ्ग्. परन्तु यच्च यत्र त्यक्त्वा अन्यत्र सर्वत्र एतद् भवति. चित्रीकरणे लृङ्ग् अस्ति, लृङ्ग् भवति लिङ्ग् लकारः. यच्च यत्र आवश्यकमस्ति लिङ्ग् आवश्यकं, सोरि लिङ्ग् भवति यच्च यत्र इति आवश्यकमस्ति उपपद, परन्तु अन्यत्र यच्च यत्र न आवश्यकं, यत्र नास्ति तत्र सर्वत्र लृङ्ग् लिट्लकार. अस्तु, अतः 1 4 6 अनन्तरं 1 5 1 एव, मध्ये सर्वं लिङ्ग्लकारविषये. एतत् एतस्मिन् पाठे एतद् मुख्यसूत्राणि एव किञ्चित् प्रमात्मकम् अस्ति. अस्तु महोदय, भवान् शेषे लृडयदौ शेषे अयदौ इति अस्ति, शेषे लृडयदौ इति 3 3 1 51 शेषे नाम यत्र यत्र यच्च यत्र न स्तः, यत्र यत्र यत्र अपि च यच्च इति अव्ययं नास्ति तत्र, उपपदे नास्ति. यदि भिन्न अव्यय उपपदे सति चित्रीकरणार्थ गम्यमानः चेत् धातोः लुट्लकारः भवति. शेषे इत्यनेन यच्च यत्राभ्यां भिन्नम् अयदौ इत्यनेन यदि भिन्नं तत्सदृशम् अव्ययम्. अस्तु, शेष इत्यनेन यच्चत्राभ्यां भिन्नम् अयदौ इत्यनेन यद् भिन्नं तत्तदृशम् अव्ययम् इति अस्ति, इत्युक्ते अत्र परिदासः यच्च यत्र यदि एकनिमिष क्षम्यताम् कुत्र इत्युक्ते अत्र परिदासः अस्ति यच्च यत्र यदि इति अव्ययानि न स्युः इति, अस्तु यच्च यत्र यदि इति अव्ययानि न स्युः परन्तु तानि त्यक्त्वा किमपि अव्ययं भवेत् इति अत्र परिदासः अस्ति, अयदौ अयदौ इति परिदास प्रसज्जनास्ति, प्रसज्जनास्ति अपि च चित्रीकरणार्थं ज्ञानार्थः गम्यमानः भवेत्, एतौ द्वौ निमित्तौ उपस्थितौ चेत् इत्युक्ते यच्च यत्र यदि भिन्न कोऽपि अव्ययं भवेत् अपि च चित्रीकरणार्थः भवेत्, द्वौ निमित्त उपस्थितौ चेत् लिट्लकारः न लिट्लकारः लिट्लकारः न तु विदिलिङ्ग् न तु विदिलिङ्ग् अस्य न तु विदिलिङ्ग् इति अस्तु, यच्च यत्राभ्याम् अन्यत्र चित्रीकरणं शेषः इति अस्ति इति उक्तं, शेषः शेष उपपदे चित्रीकरणे गम्यमाने धातोः लृट् प्रत्ययो भवति, शेष उपपदे उक्तम् अस्ति, शेषे उपपदे शेष शेषे उपपदे शेष इत्युक्ते यच्च अपि यत्र भिन्न अव्ययम् यद् भिन्न अव्ययम् अस्ति तद् गम्यमान धातोः लृट् प्रत्ययः भवति, यदि शब्दश्चेत् न प्रयुज्यते, अस्तु न प्रयुज्यते, सर्वलकरण अपवादः इति काशिकायां यच्चत्राभ्याम् अन्यस्मिन् उपपदे चित्रीकरणे गम्ये धातोः लृट् इति सिद्धान्तकौमुद्य न यदि अयदि तस्मिन् अयदौ नयतत्पुरुष शेषे सप्तम्यन्तं लृट् प्रथमान्तम् अयदौ सप्तम्यन्तं त्रिपदमिदं सूत्रं चित्रीकरणे इत्यस्मात् चित्रीकरणे अनुवृत्ति प्रत्ययधातोः परश्च इत्येतेषाम् अधिकारः शेषे अयदौ चित्रीकरणे धातोः लृट् प्रत्ययः परश्च इति, अत्र यत्र यच्च यत्र न भवेत् अयदौ इत्यनेन यद् यद् भिन्नं तत्तदृश अव्ययं भवेत् इति तादृश दत्तम् अस्तु, तत्र कष्टः भवति यदस्तु पश्यामः, काशिकाय निगमनमस्ति आश्चर्यं चित्रम् अद्भुतम् अन्धः नाम पर्वतम् आरोक्षति, अस्तु चित्रीकरणमस्ति आश्चर्यम् अद्भुतम् अन्धो नाम पर्वतम् आरोक्षति, अत्र आश्चर्यम् अत्र चित्रम् अद्भुतम् इति अस्ति आश्चर्यमिति तत् आश्चर्यम् अन्धो नाम पर्वतम् आरोक्षति, अत्र चित्रीकरणमस्ति आश्चर्यम् अथवा अद्भुतम् इति नाम इति अव्ययमस्ति, तत् तद्वयमपि अस्ति अत्र बधिरो नाम आश्चर्यम् अथवा अद्भुतं बधिरः नाम व्याकरणम् अध्येष्यते इति, अन्धः इत्यनेन यः द्रष्टुं न शक्नोति बधिरः इत्यनेन न श्रोतु यः श्रोतुं न शक्नोति, अन्धः पर्वतम् आरोहति चेत् बधिरः व्याकरणं पठति चेत् महत् आश्चर्यं, नाम इति अव्ययं तेन च अव्ययेन आश्चर्यं चित्रम् अद्भुतम् इति अर्थः द्योतः भवति, अतः रुह् धातोः दृष्टकारः भवति, आश्चर्यम् अन्धो नाम कृष्णं रक्षति इति उदाहरणं सिद्धान्तकौविदं तथैव अस्ति, दृष्टातुतः लृट्लकारेण द्रक्षति इति भवति, तत्र किम् अस्ति अत्र महोदय तत्र शेष इत्यनेन यच्च यत्राभ्यां भिन्नम् अयदवित्यनेन यदि भिन्न तत् तादृश अव्ययं भवेत् इति अस्ति खलु तत्तादृश खलु, तर्हि नाम इति आवश्यकं खलु आश्चर्यम् आश्चर्यं कृष्ण अन्धः कृष्णं दक्षति इति न वक्तुं शक्यते खलु, नाम इति आवश्यकं खलु कोऽपि अव्ययं भवेत् एव खलु, अनेन यत् अस्माभिः पठितं तद् नास्ति चेत् तत्र अर्थः न भवति खलु, आश्चर्यं चित्रम् अद्भुतम् आश्चर्यम् आश्चर्यम् अथवा अद्भुतम् आश्चर्यम् अन्धः अन्धः पर्वतम् आरोक्षति इति आश्चर्यम् इति एतत् आश्चर्यम् स्थाने यद् यद् प्रयोगः यदि कुर्मः आश्चर्यं सत्यं न न यदि यदि तस्य प्रयोगः अस्ति चेत् तद् आश्चर्यम् आश्चर्यम् अन्धः यत् पर्वतम् आरोक्ष्यति, यदि पर्वतम् अथवा यत् पर्वतम् इति भवति खलु सामान्यतया, आरोक्ष्यति न भवति परन्तु आरोहति नाम इत्यस्य स्थाने लट् लकारः भवति, आरोहति इति भवति, आरोहति लट् सामान्य सामान्य लकारः किमपि अन्यत् लृट् न भवति. नाम इति नास्ति चेत् यद्अपि यद्अपि भवितुम् अर्हति, तदेव यद् भवति चेत् बट् परन्तु यदा मया तत्र वाक्यं यद् उपयुज्य रचनीयं चेत् तत्र लृट्लकारः न भवति, परन्तु बधिरः बधिरः यदि व्याकरणम् अधीते तादृशम्. सो अयदौ इति अस्ति इत्यनेन लृट् अस्ति, परन्तु किमर्थं नाम इति अव्ययम् अव्ययम् अपेक्षते भगिनि? अयदौ इति प्रसज्ञप्रतिषेधः इति उक्तं, न क्षम्यतां परिदासप्रतिषेधः इति उक्तं खलु, परिदासः something like that yad binna tad binna okay okay tad binna tad bhavet tad bhavet iti oh astu so that yatra yachya na bhavet parantu kimapi anyat avyayam bhavet avyayam kim nama nama artah api ava tatra suchaniyam kalu aam artah api bhavet vakyasya. So, nama is a perfect fit. Must be. Confusion. Vargadanantaram visparam ichinte. Aam, aam, aam. Tadim visparanam bhavati eva. Parantu bahu samyak asti. Brahmajanaka asti. Aam, aam. Samyak asti. Tadrashasti kalu. Panini sarvam tatra avalokita. Panini avalokita sarvam. Satyam. न वयं तु लृट्लकारस्य एतावता सम्यक् प्रयोगः एव न कृतवन्तः, गमिष्यति पठिष्यति इत्येव कृतवन्तः खलु, एतत्तु बृहत् क्षेत्रमस्ति. तत्तु सम्यक् तत्र सर्वत्र लट्लकारस्य लङ्लकारस्य अपि लङ्लकारस्य अपि आम् आं स्यात् आम् अग्रे यदा वयं तत्र बहु किमपि पठिष्यामः तदा एव तत्र ज्ञानं भवति एतादृशस्य प्रयोगः कथं कृतवन्तः इति. इतोपि उदाहरणानि अपेक्षितानि तत् एतत्तु न एकं वाक्यं भट्टिकाव्यमिति तत्र व्याकरणस्य कृते एव खलु. आम् आम् आम् सत्यं सत्यम् आम् प्रायः तत्र भवेत् तत्र स्यात् प्रायः. अहमपि न पठितवती परन्तु द्रष्टव्यं तादृशं द्रष्टव्यं टेन्त् तत्र प्रयोगः पश्यामः चेत् सम्यक् भवति इति एव खलु एतत्. अग्रे अरुणा भगिनी किम्मनि आम् शेषे लृडयदौ इति सूत्रे तस्मात् आरभ्य महोदयेन काशिकायाम् इति पठितं तस्य अग्रिमपरिचयः. शेषे लृडयदौ इति सूत्रे यद् भिन्न अव्यय उपपदे सति लृट् इति उक्तम्. अयादौ किम् आश्चर्यं यदि सौ अधीयित आश्चर्यं यदि सौ अधीयत इति सिद्धान्तकौमुद्यम्. अत्र उपपदौ इत्यस्य दलसामर्थ्यं किम् आश्चर्ये आश्चर्यं यदि मूको अधीयत. मूकः इत्युक्ते यः वक्तुं न शक्नोति उक्तद्वाक्ये च यदि पदेन आश्चर्यं द्योतितः, मूकः यदि अध्येतुम् आरभेत तर्हि एषा आश्चर्यजनकवार्ता स्यात् इति साक्षात्तः। अस्मिन् वाक्ये यदि शब्दः अस्ति चित्रीकरणार्थम् अपि गम्यमानः, किन्तु विधिलिङ्ग् लकार अस्ति न तु लुट्। एतादृशे वाक्ये लुट् लकारः न स्यात्, तस्य निषेधार्थं च सूत्रे अयादौ इति उक्तम्। अयदाविति किम्? आश्चर्यं यदि सुपुञ्जीत इति काशिकायां, यदि सः खादेत् आश्चर्यस्य वार्ता स्यात् इति अर्थः। सूत्रं शेषे लुडयदौ सूत्रे यदि भिन्न अव्ययपदः अस्ति चेत् लुट् लकार विधीयते इति अर्थदात्र अयादौ अर्थः अयादौ अत किम् अर्थं किम्? आश्चर्यं यदि आश्चर्यम् इति अर्थः तत् उदाहरणं सिद्धान्तकौमुद्यं दत्तम् आश्चर्यं यदि सो अधीयत इति अत्र अयादौ उदाहरणं अत्र अयादौ इत्यस्य दलसामर्थ्यं सार्थक्यं दल किमर्थं भगिनि? दल इत्युक्ते पदं खलु, तस्मिन् सूत्रे अयादौ इति पदस्य किं प्रयोजनम् इति अर्थः। किम् आश्चर्यं यदि मूको अधीयेत? मूकः इत्युक्ते वयं जन्मेव वक्तुं न शक्नोति, तत् पतितम् इति दत्तं वाक्ये उक्तवाक्ये च यदि पदेन आश्चर्यं दोचितः अस्ति, मूकः अधीयत इति वाक्यमस्ति, अर्थ आश्चर्यं यदि शब्देन द्योतयति। मूकः यदि अध्येतुम् आरभेत तर्हि एषा आश्चर्यजनकवार्ता स्यात् इति वाक्यार्थः। मूक अद्यतम् अध्ययनं कर्तुं शक्येत तत् आश्चर्यवार्ता इति अर्थमस्ति। अस्मिन् वाक्ये यदि शब्दः अस्ति चित्रीकरणार्थमपि गम्यमानः, किन्तु विधिलिङ्ग् लकारः अस्ति न तु लुट्। ओ, यदि शब्दः चित्रीकरणार्थे अस्ति, चित्रीकरणमपि आश्चर्यमेव कम्पनि आश्चर्यम्। यदि शब्दः अस्ति चित्रीकरणार्थमपि गम्यमानः अस्ति चेत् विधिलिङ्ग् लकारः अस्ति न तु लुट्। ओके, यदि चित्रीकरणार्थ द्वयोः अस्ति चेत् लुट् न भवति, विधिलिङ्ग् लकारः एव भवति। एतादृशे वाक्ये लुट् लकारः न स्यात्, तस्य निषेधार्थं च सूत्रे अयादौ इति उक्तम्। अयादौ इति किम्? आश्चर्यं यदि सा भुञ्जीत। ओके, उदाहरणं दत्तम् अयादि इति किम्? अत्र उदाहरणमस्ति आश्चर्यं यदि सा भुञ्जीत इति काशिकायाम् उदाहरणं दत्तम्, यदि सः खादेत् आश्चर्यस्य वार्ता स्यात् इति अर्थः। यदि अस्ति अत्र आश्चर्यम् अयादि आश्चर्य यदि सा भुञ्जीतः, अत्र यदि अस्ति तस्य अर्थमस्ति आश्चर्यम् इति। खादेश्चेत् आश्चर्यम् इति, सत्यं तत्र यदि इति प्रयोगः अस्ति, अतः तत्र लृट् लकारः तु न भवति, लिङ् लकारः एव पूर्वतनसूत्रात्. किमपि उक्तं खलु चित्री, किमपि सूत्रम् अत्र एव प्रदर्शितं, चित्रीकरणे चित्रीकरणे च 3-3-150 इति सूत्रेण तत्र लिङ् लकारः भवति, न तु लृट्. तदेव तत्र उक्तं. सो यदि इति प्रयोगः मा भूत् शेषे लृङ् अदौ इत्यत्र अयदौ इति कारणेन तत्र यदि इत्यस्य प्रयोगः मा भूत् तावदेव. सोपि एकः परिच्छेदः. आं भगिनि पठति वा भवती एव. लिङ् निमित्तभावात् इह लृङ् न भवति इति काशिकार्य वदति. यथोक्तं पूर्वमपि यत्र लिङ् न भवति तत्र लुङ् प्राग्वत् इति वाक्यं न प्रवर्तते. अस्य सम्यक्तया अवगमनार्थं त्रीणि सूत्राणि अपेक्षितानि. लिङ् निमित्ते लुङ् क्रियाधिपत्तौ 3-3-139, भूते च 3-3-140, भूताप्यौ 3-3-142. लिङ्गमित्तौ लृङ् क्रियातिपत्तौ इत्यनेन भविष्यत्कालार्थे लिङ्गकारस्य यत् निमित्तं तस्मिन्नेव निमित्ते क्रियातिपत्ति दर्शयितुं धातोः लृङ्लकारः भवति. क्रियातिपत्ति इत्युक्ते क्रियायाः अनिष्पत्ति, क्रियायाः अभावः. अनेन सूत्रेण लृङ्लकारः विधीयते. भविष्यत्तर्थे भविष्यति अत्र विधिलिङ्गकारः स्यात्, किन्तु अन्ततः गत्वा क्रिया न भविष्यति, अतः लिङ्स्थाने लृङ् भवति. अस्मिन् सूत्रे लिङ्निमित्ते इत्युक्तं नाम यत्र लिङ्निमित्तं वर्तते किन्तु क्रियाधिपत्ति अस्ति तत्र एव लुङ्. तर्हि लिङ्निमित्तं किम् इति चेत् हेतुहेतुमतोर्लिङ् इत्यनेन कारणं, हेतुः फलं हेतुमत्, अनयोः युगलम् उपस्थितं चेत् लिङ्लकारस्य प्रयोगः भवति. तर्हि तादृशकार्यकारणभावः उपस्थितः चेत् किन्तु अन्ततः गत्वा अनिष्पन्ना भविष्यति चेत् अत्र लृङ्लकारः व्यवहारः भवति. निगमने सुवृद्धिः चेत् सुवृष्टिः सम्भ्रमति, सुवृष्टिः चेत् अभविष्यत्, तदा सुविक्षयम् अभविष्यत्. नाम यदि वृष्टिः भविष्यति तर्हि सुविक्षयमपि समीचीनं भोजनम् अपि भविष्यति, परन्तु सुवृद्धिः वृष्टिः न भविष्यति, अतः कारणस्य फलमपि न भविष्यति. ओके ओके, अत्र विवरणमस्ति. काशिकायां किं वदति इति चेत् लिङ्निमित्त अभाव आदि अस्ति, लुङ् न भवति. यथोक्तं पूर्वमपि अत्र लिङ् न भवति तत्र लुङ् न भवति. लिङ् न भवति सूत्रे वाक्ये लुङ् अपि प्राग्वत् न भवति. अत्र तद् अवगमनार्थं त्रीणि सूत्राणि अपेक्षित. लिङ्निमित्ते लिङ् क्रियाधिपत्तौ एकं, भूते च ओताप्यौ. वयं जानीमः लिङ्निमित्ते लिङ् क्रियाधिपत्तौ इत्यनेन भविष्यत्काले कालार्थे लिङ् लकारस्य यत् निमित्तं तस्मिन्नेव निमित्ते क्रियाधिपत्ति अदर्शनं दर्शयितुं धातोः लुङ् लकारः. अत्र क्रियाधिपत्ति लिङ्निमित्त इत्यनेन हेतुमद्भावः अस्ति. अत्र क्रियाधिपत्तौ अपि अस्ति चेत् लुङ् लकारः भवितुमर्हति. क्रियाधिपत्तौ इत्यनेन क्रिया निष्पन्नं, न क्रियायाः अभावः. अत्र भविष्यदर्थे विदलिङ्ग् लकारः स्यात्, अत्र गत्वा अनन्तरं प्रथमं गमिष् सम्भावना, तदनन्तरम् अभाव असम्भावना अस्ति, अतः लिङ्ग् स्थाने लुङ् भवति. वर्णं दत्तं लिङ् निमित्ते इति उक्तं, किं लिङ् निमित्ते इति, किन्तु क्रियाधिपत्ति अस्ति लुङ्, अत्र केवलं लुङ् भवति. मया उक्तं लिङ् निमित्तम् इति अर्थः हेतु, हेतुमतोर् लिङ् इति कारण, कारणं हेतु, हेतुः कार्यफलं हेतुमत्, अन्नयोः युग्मं युगलम् अपि उपस्थितं चेत् लिङ्लकारस्य प्रयोगः भवति. तादृशि तादृशकार्यकरण अभाव उपस्थितः चेत् अत्र बलिष्यर्थे लुङ्लकारः विधिः व्यवहारः भवति. उदाहरणार्थं सुवृष्टिः चेत् अभविष्यत् तदा सुविच्छम् अभिश्यम् अभविष्यत्. अत्र उदाहरणं दत्तमस्ति, अत्र यदि वृष्टिः भवति सम्यक् ते तदा तर्हि सुभिक्षमपि भविष्यति. अत्र न सुभिक्षमिति न भोजनं सम्यक् भविष्यति इति अर्थः. परन्तु सृष्टिः सुवृष्टिः वर्षं न भवति, अत्र कारणतया सुभिक्षं न भविष्यति. तदेव क्रियाधिपत्तौ लृङ्लकारस्य अर्थः सम्यक्, तदेव सम्यक् सम्यक् तदेव अस्ति. अतः एव तत्र लृङ् अपि तत्र लृङ् अपि न भवति, केवलं लृट् एव भवति, शेषे लृड् यदौ इति सूत्रस्य विषये एव वदन्ति, अतः तत्र केवलं लृङ्लकारः एव. समीचीनं भगिनी, धन्यवादः. उषा भगिनी, एतद् एकः परिच्छेदः पठति वा, तदा भूते च अनन्तरं समापयामि. बहु किमपि अस्ति. तदा भूते च इत्यनेन तस्याम् एव दशायां, तदा भूते च इत्यनेन तस्यामेव दशायां, किन्तु अतीताते तत्रापि लृङ् लकारः भवति. भूते च इत्यस्य अनुवृत्तिसहितसूत्रम् अस्ति भूते च 3314 भूते च, भूते च इत्यस्य अनुवृत्तिसहितसूत्रम् अस्ति भूते च लिङ् निमित्ते क्रियाधिपत्तौ धातोः लृङ् प्रत्ययः परश्च. काशिकायां निगमनम् अस्ति दृष्टः मया भवत् पुत्रः अन्नार्थी चङ्कम्प्यमानाः चङ्क्रम्यमाणः अपरः च द्विजोः ब्राह्मणार्थी यदि द्विजोः ब्राह्मणार्थी द्विजः या द्विजः द्विजः वट् इड् ऐ से अपरः च द्विजः ब्राह्मणार्थी यदि सः तेन दृष्टः अभविष्यत् तदा अभोक्ष्यत, न तु भुक्तवान् अन्येन पथा सः गतः. पथा सः गतः दृष्टः मया भवत्पुत्रः अन्नार्थी चङ्क्रम्यमाणः अपरः च द्विजः ब्राह्मणार्थी यदि सः तेन दृष्टः अभविष्यत् तदा अभोक्ष्यत न तु भुक्तवान् अन्येन पथा सः गतः अन्यमार्गेण गतः इति प्रायः अर्थः एवम् अस्ति अर्थः एवम् अस्ति अहं भवतः पुत्रं भोजनस्य अन्वेषणे गच्छन्तं दृष्टवान् ओके अहं दृष्टवान् भवतः पुत्रं भोजनस्य अन्वेषणे गच्छन्तम् ओके एकं द्विजमपि दृष्टवान् यः ब्राह्मणाय भोजनं दातुम् इष्टवान् ओके पुत्रं यदि अद्रक्ष्यत् पुत्रं यदि अद्रक्ष्यत् तर्हि तस्मै भोजनम् अदास्यत् किन्तु द्वयोः मार्गः भिन्नः आसीत् यस्य परिणामे न दृष्टवान् यस्य परिणामे न दृष्टवान् भोजनं न दत्तवान् च ओके सो ऐ सी बोथ् द पीपल् ऐ सी बोथ् द पीपल् दट्स् द अर्थं खलु भगिनी ऐ सी बोथ् द पीपल् पुत्रं भोजनस्य अन्वेषणे गच्छन्तं ही इस् गोयिङ्ग् परन्तु अण्ड् ही आल्सो सीस् एकं द्विजमपि दृष्टवान् यः ब्राह्मणाय भोजनं दातुम् इष्टवान् परन्तु द्वयोः मार्गः भिन्नः इत्यनेन पुत्रः अपि न भोजनं प्राप्तवान् अपि च सः ब्राह्मणः अपि भोजनं न दत्तवान् सेल् फोन् नास्ति खलु गूगल् म्याप् नास्ति लोकेशन् शेर् कर्तुं न शक्यते पुरातन मया पुत्रः अन्नार्थी अन्नस्य कृते गत अन्नार्थी अन्नस्य कृते संक्रम्यमाणः संक्रम्यमाणः सो अन्वेषणं भोजनस्य अन्वेषणं गच्छन्तम् दट् इस् चङ्क्रम्यमाणः अपरः च द्विजः ब्राह्मणार्थी सः ब्राह्मणम् अर्थी इति ब्राह्मणस्य कृते इति खलु कृते भोजनं दातुम् इष्टवान् दातुम् इष्टवान् सः ब्राह्मणार्थी यदि सः तेन दृष्टः अभविष्यत् पुत्रेण सः दृष्टः अभविष्यत् पुत्रः ब्राह्मणेन द्विजेन पुत्रः द्विजेन दृष्टः अभविष्यत् तदा अभोक्ष्यत् तथा अभोक्ष्यत् न तु भुक्तवान् अन्येन यदा सः गतः अन्येन पथा सः गतः अन्य डिफ्रेण्ट् डिरेक्षन् ही वेण्ट् अवे सम्यक् बहु सम्यक् अस्ति कन्स्ट्रक्ट् सेण्टेन्स् बट् ऐ केन् नेवर् डू दट् कैण्ड् आफ् अ सेण्टेन्स् भगिनि मै ओन् सेल् फोन् खलु सेण्टेन्स् We will location share only. Why will we write such a sentence? But beautiful. Guravani vina tatra kadu. Idhani sara bhavata putra bhojanasya anveshane guravani vina gachatam drutava. Iti ave. Idhani sara kadu. Idhani sara kadu. Nobody searches for anybody anymore. Google search ever. Oh God. बहु बहु उत्तमम् अस्ति सो भूते च इत्यनेन तस्यामेव दशायां किन्तु अतीतार्थे तत्रापि लृङ् लकारः भवति अतीतार्थे एतत् अद्रक्ष्यत् अधास्यत् तावदेव खलु आम् इति अतीतार्थे लृङ् लकारः एतत्तु अभवत् खलु पूर्वतनवाक्यं सुविष्टिः चेद् अभविष्यत् तदा सुभिक्षम् अभविष्यत् इत्यत्र भविष्यति चेत् सुविष्टिः भविष्यति चेत् सुभिक्षमपि भविष्यति इति अर्थे आसीत्। तत्र अपि ते उक्तवन्तः तत्र लिङ्ग् वा किमपि लृङ्ग् वा न भवति अस्माकम् एतत् सूत्रं खलु भविष्यति क्रियातिपत्तौ तत्र पञ्चाङ्गं पठितवान् तत्र वृष्टिः न भवति अस्मिन् वर्षे इति सत्यं अत एव भविष्यत्काले क्रियातिपत्ति कथं वा जातुं शक्नुमः कोऽपि प्रकरणान्तरेणैव गतम् अवगन्तुं शक्नुमः सत्यं आम् तत्र लृङ्लकारः एव भवति अत्र भूते च अपि लृङ्लकारः एव क्रियातिपत्तौ अपि भूते च अपि अतीतार्थे अपि लृङ् कारणद्वयम् अतः अस्मिन् पाठे केवलं लृट् इति खलु विकल्पेन अस्ति भूते विकल्पेन अनन्तरं तत्र सूत्राणि सन्ति तत्र विकल्पेन भवति लिङ्लकारः अपि भवति क्रियातिपत्तम् अग्रे अग्रे अग्रे अग्रिमे किमर्थं ओ ताप्यो अस्माभिः पठितं खलु ओ ताप्यो इति अधिकारे इत्यनेन तत्र इत्यनेन तत्र लुन् प्राग्वत् इत्यनेन सर्वत्र भवति आम् सत्यं सत्यम् अग्रे एव अस्ति सम्यक् आसीत् एतत् सो मेनि सूत्रस् आम् वेरि डीप् आम् बहु किमपि अस्ति केवलं लृट् इति एव न लृङ्ग् वि आर् रीडिङ्ग् अबौट् लृङ्ग् लिङ्ग् अण्ड् लृट् केवलं लृट् इति न खलु वि आर् ईवन् वेन् वि आर् सेङ्ग् इट् इस् नाट् हेपनिङ्ग् तदपि वयं तदपि स्मरणे आवश्यकं खलु कुत्र न भवति इति अपि सम्यक् उत्तप्योः अग्रिमसप्ताहे पठिष्यामः सम्यक् अस्तु समीचीनं धन्यवादः धन्यवादः भगिनि नमस्ते नमस्ते